अस्तु, तर्हि अस्माकं विषयः अस्ति वस्तुतः चत्वारः प्रत्ययाः, तत्र तरप्तम पुनः इयसुन् इष्ठन् इति चत्वारः प्रत्ययाः सन्ति. तत्र कति समूहाः सन्ति, तयोः मध्ये अथवा तेषु मध्ये अन्यतमः एकः एकः समूहः यस्मिन् कति सदस्याः सन्ति इति एतत् सर्वं परिशीलनं जातं. प्रथम नाम सोपानद्वयं भवति इति अस्माभिः अधीतमासीत् खलु, प्रथमतया कति समूहाः सन्ति, अनन्तरं यः समूहः कृतः स्वीकृतः तस्मिन् कति सदस्याः सन्ति. तर्हि कति समूहाः सन्ति येषु अन्यतमः स्वीक्रियते इति कृत्वा तत्र कः प्रत्ययः उपयोक्तव्यः. अनन्तरं यः समूहः स्वीकृतः तस्मिन् कति सदस्याः सन्ति इति दृष्ट्वा वचनं निर्दिष्टं भवति. अस्तु, इदानीम् अग्रे गीतासम्बद्ध अभ्यासः अस्ति, तत्तु कुर्मः. षष्ठाभ्यासः अस्ति इदानीम्. अत्र लक्ष्मीभगिनी पठति वा उच्यतेः? भगिनी अस्ति? आं महोदय. अत्र उचितैः तरप् तमप् प्रत्ययान्तैः यसुन् इष्टन् प्रत्ययान्तैः वा रिक्तस्थलानि पूरयत. अत्र यद्यत् आचरति इतरः जनः तत्तदेव आचरति. सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते इति अस्ति. तर्हि किं कः शब्दः अस्ति उचितः? अहम् अयं श्लोकम् एवं श्लोकं श्रुतवती महोदय, तदर्थम् अहं जानामि. अत्र श्रेष्ठः यद्यत् आचरति इतरः जनः तत्तदेव आचरति. सः यत् प्रमाणं कुरुते लोकः तत् अनुवर्तते इति अस्ति. अत्र उत्तरमस्ति श्रेष्ठः. श्रेष्ठः इति अस्य कथनेन तस्य पृष्ठभूमौ किं किं चिन्तनम्? अत्र लोके बहवः जनाः सन्ति, परन्तु श्रेष्ठजनाः अपि सन्ति, श्रेष्ठाः अपि सन्ति. लोके श्रेष्ठजनाः यत् कुर्वन्ति अन्ये जनाः तदेव आचरन्ति. सः यत् प्रमाणं स्वीकृत्य कार्यं करोति तदेव तदेव अन्ये जनाः अपि तस्य तेषाम् अनुगमनं कुर्वन् तस्य अनुगमनं कुर्वन्ति. अतः अत्र किन्तु भवती तत्र बहुवचने किमर्थं वदन्ती अस्ति? तस्य अनुकरणं कुर्वन्ति ये श्रेष्ठाः जनाः इति भवती उक्तवती खलु. श्रेष्ठजनाः सन्ति तेषाम् अनुकरणं कुर्वन्ति अन्यजनाः अपि. न, किन्तु अत्र षष्ठाः इति पदमस्ति अथवा श्रेष्ठः? अत्र श्रेष्ठः एव दत्तमस्ति. अत्र श्रेष्ठः इति इष्टन् प्रत्ययान्तरूपम्. अत्र तुलना अस्ति. किमित्युक्ते अत्र श्रेष्ठजनाः अन्यजनाः, अत्र तयोर्मध्ये तुलना अस्ति. परन्तु अत्र सर्वेषु जनेषु श्रेष्ठः अनुसरणीयः. आं, समीचीनमस्ति. सर्वेषु यः इति माने इत्युक्ते तावत् एवमेव दत्तमस्ति, तत्र बहुवचने भवितुमर्हति स्म, किन्तु एकवचने अस्ति अन्ततो गत्वा. सर्वेषु यः श्रेष्ठः सः यद्यत् आचरति, इतरजनः तदेव अत्र तदेव आचरति. अत्र जनः अति सामूहिकरूपेण एकत्वमस्ति, नाम सर्वे जनाः इति अस्ति. अस्तु, तत्र स्पष्टं स्यात् समूह तत्र सर्वे जनाः इति कृत्वा बहवः समूहाः सन्ति, तेषु यः एकः सर्वोत्तमः सः श्रेष्ठः. अस्तु, द्वितीयं कुर्मः रत्ना भगिनी. अस्तु, अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यवादान् वदिष्यन्ति, ततः किम् अस्ति? ततः प्रातिपदिकं किं भवति महोदय? अहम् एतस्मिन् श्लोकस्य विषये न जानामि. अतः नाम एकघण्टा प्राक् एकहोरा प्राक् अहं तत्र ई पत्रं प्रेषितवान् यत् वस्तुतः अस्य करणार्थं तत्र गीता अपेक्षिता अस्ति. यत् किमपि भवतु, अस्तु, अत्र अत्र शब्दः अस्ति प्रातिपदिकं दुःखतर. अस्तु, अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यान् वदिष्यन्ति, ततः दुःखतरं किम् अस्ति? नपुंसकलिङ्गे अस्ति, अतः दुःखतरं किम् अस्ति इति. आं, यतोहि अत्र किं नपुंसकलिङ्गे अस्ति इति साक्षात् न उच्यते, किन्तु यस्य यत्र शब्दः स्पष्टः नास्ति अथवा विचारः कः, तत्र एकवचने नपुंसकलिङ्गत्वम् इति स्वीकरणं स्वाभाविकं स्वाभाविकमस्ति इति कृत्वा तर्हि. किन्तु तरप्रत्ययः किमर्थं स्वीकृतः न तु उत्तम? अत्र अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्य वादान् वदिष्यन्ति, तरप्रत्ययः तमप् नास्ति अत्र, ततः दुःखतरं किम् इत्युक्ते प्रायः तत्र विकल्पद्वयमस्ति, द्वयोः मध्ये दुःखतरं किम् इति पृच्छति. विकल्पद्वयम् इति किम्? सामर्थ्यं अहिताः तव सामर्थ्यं निन्दन्तः बहून् अवाच्यान् वदिष्यन्ति, ततः दुःखतरं किम् अस्ति? तव सामर्थ्यं निन्दन्तः बहून् अवाच्यान् वदिष्यन्ति, तदवगतवती, ततः दुःखतरं किम्? ओ अस्तु, इत्युक्ते प्रायः युद्धसमये सः अर्जुनः युद्धभूम्याः गन्तुम् इच्छति, तदा कृष्णः प्रायः वदति भवान् गच्छति चेत् जनाः बहु निन्दां कुर्वन्ति, अतः अत्र युद्धं करोति अथवा गच्छति एतयोः मध्ये दुःखतरं किम् इति चिन्तयामि महोदय. हा, नाम यद् भविष्यति यदि सः पलायति ततः गच्छति चेत् यद् भविष्यति तदपेक्षया इतोपि असमीचीनं किं भवितुमर्हति इति कृत्वा तत्र विकल्पद्वयम् अस्ति. विकल्पद्वयम् इत्युक्ते तत्र यद् भविष्यति भवान् इतः गच्छति चेत् तदपेक्षया इतोपि असमीचीनं किं भवितुमर्हति. ततः इत्यस्य कथनेन यद् भविष्यति तत् एकमस्ति, गच्छति चेत् तदपेक्षया किम् इतोपि दुःखतरं किं भवितुमर्हति इति द्वितीयमस्ति. नाम तत्र विकल्पद्वयम् इत्यस्य कथनेन तत्र द्वितीयं न उक्तं, तत् नाम ततः तदपेक्षया इतोपि असमीचीनं किम् इति तदेव द्वितीयं खलु. अस्तु अस्तु बुद्धं वा, नाम तत्र साक्षात् न उक्तं यत् विकल्पद्वयमस्ति. उक्तं किं यत् बहून् तत्र निन्दा भविष्यति, किमपि नास्ति इति वदति. हा हा किन्तु यत् यत् यत् नास्ति तदपि एकमस्ति इति स्वीकृतमस्ति. अस्तु समीचीनम्. अग्रे राजी भगिनी अग्रे किमिति कोऽपि प्रश्नः वा? अत्र केवलं स्पष्टीकरणार्थम् अत्र अर्जुनः तत्र युद्धं न करोति इति वदति, युद्धं कर्तुं न इच्छति. अतः कृष्णः तेन उक्तं यदि भवान् युद्धं न करोति चेत् आहिताः तव सामर्थ्यं निन्दन्ति अपि च बहून् अवाच्यवादान् वदिष्यन्ति. अतः ततः दुःखतरं किम् अस्ति इति कृष्णः स्वयं वदति. सत्यं हा इति अस्ति. हा सत्यमेव. स्वधर्मे निधनं श्रेयः परधर्मभयावहः. अत्र श्रेयः इति आगच्छति. किमर्थं श्रेयः इत्युक्ते धर्मद्वयमस्ति, स्वधर्म अपि च परधर्मः. स्वधर्मः अपन स्वस्य कुलानुष्ठानं करणीयम् इति शास्त्रे उक्तं. परधर्मः यदि वयं कुर्मः चेत् परधर्मः स्वधर्मा श्रेयः न. अतः यद् अत्र स्वधर्मे निधनं श्रेयः इति आगच्छति. आम् हा बहु सम्यक् अस्ति. अत्र लिङ्गं किं निधनं श्रेयः? अत्र श्रेय नपुंसकलिङ्गपदं सकारान्त नपुंसकलिङ्गपदं श्रेय. आम् तर्हि किमर्थं नपुंसकलिङ्गं स्वीकृतमस्ति? निधनं श्रेयः. धर्मः पुल्लिङ्गपदं श्रेयः नपुंसकलिङ्गं किदं किमर्थं कस्य अत्र अत्र कस्य विशेषणमस्ति? निधनं अस्य विशेषणं श्रेयः इति किल. आम् न तु स्वधर्मः. अतः नपुंसकलिङ्गपदं स्वीक्रियते. अत्र समूहद्वयमस्ति भवती यथा उक्तवती, स्वधर्मः परधर्मः. तत्र स्वधर्मस्य पक्षे निधनं श्रेयः. परधर्मः भयावहः. अत्र श्रेयः द्विवचन तत्र श्रेयः तत्र श्रेयस् इति स्वीकृतमस्ति, इयसून् इति स्वीकृतमस्ति. यतोहि तत्र विकल्पद्वयमस्ति, स्वधर्मः तत्र परधर्मः. पुनः साक्षात् स्वधर्मस्य विशेषणं नास्ति, किन्तु निधनम् इति अस्य इति बोध्यम्. अस्तु अग्रे गच्छेम. तर्हि सुब्रह्मण्यं महोदय तत्र अग्रे. तस्मिन् श्लोके पूर्ववाक्यमस्ति श्रेयान् स्वधर्मे द्विगुणः परधर्म सत्वनिष्ठता. तत्र धर्मस्य विशेषणं भवति, तत् अतः श्रेयान् अस्ति. आम् सत्यम्. हा सत्यं, तत्र लिङ्गमस्ति पुल्लिङ्गे. सत्यं अस्तु महोदय. किमिति मरणम् इति वयं जानीमः, परन्तु निधनम् इत्युक्ते मरणम् इति अर्थः अस्ति. अत्र रूपं कथम् आगतम्? अत्र रूपं किं निधनम् इति शब्दः वा? निधनमिति ल्यूट् वा द्रष्टव्यमस्ति, पश्येम. निधनम् इत्युक्ते नाशः इति अर्थं किल? हा, किन्तु व्याकरणदृष्ट्या पृच्छति सा तत्र निधनम् इति दृष्ट्वा वदामि इदानीम्. अग्रे महोदय कृपया, तावता अहं पश्यामि. अथवा धीमतां योगिनां कुले जन्म भवति, ईदृशं जन्म लोके दुर्लभतरम्. अत्र जन्म कुत्र भवति इति, धीमतां योगिनां कुले वा अन्यत्र वा इति. अतः द्वयोर्मध्ये अत्र तुलना अस्ति, अतः तरप्रत्ययम् उपयोगं कुर्मः. तरप्रत्ययस्य उपयोगः अत्र, अतः दुर्लभतरम्. अवश्य बहु समीचीनमस्ति, स्पष्टं स्यात्. तत्र लिङ्गं किमर्थं तथा? लिङ्गं जन्म भवति अथवा धीमतां योगिनां कुले जन्म भवति, ईदृशं जन्म लोके दुर्लभतरम्. ईदृशं जन्म अत्र प्रायः नपुंसकलिङ्गे अस्ति वा महोदय? अत्र ईदृशं जन्म, ईदृशमिति तु नपुंसकलिङ्गे अस्ति, प्रायः जन्म अपि नपुंसकलिङ्गे अस्ति इति चिन्तयामि. हा, जन्म इति तत्र प्रातिपदिकं किम् इति जानाति वा? तत्र जन्म इति शब्दस्य जन् धातुः किल महोदय? इति अत्र आम् अत्र नकारान्तपदमस्ति जन्मन्. जन्मन् यथा तत्र नकारान्तपद कर्मन् इति शब्दवत् कर्मन् कर्म कर्मणि कर्माणि जन्म जमनि जन्मानि इति अस्ति, नकारान्तपदमस्ति इति कृत्वा दुर्लभतरम्. ईदृशमपि विशेषणमस्ति, दुर्लभतरमिति अपि विशेषणमस्ति. अस्तु, अत्र व्युत्पत्ति तत्र निधनशब्दं अत्र निधनशब्दः विशेषणमिति दत्तमस्ति वस्तुतः. निधनशब्दः निवृत्तं धनं यस्मात्, तत्र यस्य पार्श्वे धनं नास्ति तत् दारिद्र्यमिति इङ्गितमस्ति निधनं. किन्तु न निधनमिति, हा तत्र अपरस्मिन् अर्थे अपरस्मिन् ध्वंसः इति अपरस्मिन् अर्थे अस्ति. तत्र हा ध्वंसार्थे पुल्लिङ्गे अपि भवति निधनः, नपुंसकलिङ्गे अपि भवति निधनं. कदाचित् विकल्पेन लिङ्गद्वयमस्ति इति तत्र विपत्तिप्रसङ्गे इतोपि ततः न दत्तमस्ति महोदय. महोदय, नी उपसर्गपूर्वकः धा धातुः क्युः प्रत्ययः कः प्रत्ययः? क्युः क्युः इति क्युः इति दत्तमस्ति. क्युः क्युः इति नास्ति, क्यु क्यु इति प्रत्ययः द्रष्टव्यमस्ति. क्यु न जाने, अस्तु अग्रे गच्छेम. नीति धाति स्यात् किन्तु ल्यूट् इति नास्ति, यतोहि तत्र निधानमिति भविष्यति ल्यूट् अस्ति चेत्. आं, किन्तु तत्र युवरनाकौ इति अस्ति किल महोदय, तत्र अत्रापि यु एव तिष्ठति, क्यू इत्यस्मिन् प्रत्यये यु एव तिष्ठति, तस्य स्थाने अना इति आदेशः भवति क्यू इति. तत्र क्यू प्रत्ययः कस्मिन् अर्थे इति उक्तं वा? प्रायः नास्ति. अस्तु, अग्रे गच्छेम. इदानीं राजेन्द्रमहोदय अग्रिमं करोति वा? आम् आं महोदय. मतः किञ्चित् अन्यत् नास्ति, इदं सर्वं सूत्रे मुनिगणाः मयि प्रोक्तं. अत्र अहं दृष्टम् आसन् आसम् अत्र भगवद्गीतायां, तत् मतः परतरम् अत्र तुलना अस्ति. एकः तु श्रीकृष्णः अस्ति, अन्यत् सर्व अन्यजनाः, अन्यत् यत्किमपि भवतु अस्मिन् लोके तेषां मध्ये तत् तुलना अस्ति. तत् कारणात् अत्र परतर प्रत्यया योजयित्वा तस्य उपयोगं भवति. तत्र नपुंसकलिङ्गे नपुंसकलिङ्गे अस्ति अत्र. हा, नपुंसकलिङ्गे किमर्थम्? महोदय आम् आम् आं महोदय, चिन्तयामि अत्र नपुंसकलिङ्गे. एवमेव एवमेव, यत्र यत्र मतः तत्र तुलनया तत् इतोपि सर्वोत्तमं यत्र नास्ति, यद् नास्ति तत् एवमेव एकवचनेन पुंसकलिङ्गे स्वीक्रियते. नाम आरम्भतः अभ्यासपुस्तके वयं अधीतवन्तः खलु, एतत् किं, तत् किम्, एतत् किं, यत्र न यत्र न जानीमः तत्र एकवचनेन पुंसकलिङ्गे एवमेव. अत्र सूत्रम् इति अस्ति किल, सूत्रं पदं किल, इदं सर्वं सूत्रे मणिगणाः इव, सूत्रम् इस् थ्रेड्, सूत्रं नपुंसकलिङ्गपदम्, अतः मत्तपरतः इति. न न न न, तथा नास्ति, तथा नास्ति, तथा नास्ति. अस्तु, पश्यतु तत्र अर्थं पश्यतु. आम्, सूत्रे सूत्रे सूत्रे प्रथमतया सूत्रे सप्तमी भक्तो अस्ति, इदं सर्वं मत्तः, इदं सर्वं सूत्रे, इदं सर्वम् इत्युक्ते किं? लोके के के सन्ति, सर्वे लोके के के सन्ति, सर्वे प्रपञ्चम्, इदं सर्वं. हा, सूत्रे मणिगणाः इव मयि भवति, मयि प्रोक्तं, किन्तु अत्र अत्र मतः परं परतरम् इति तस्मिन् अर्थे नास्ति खलु. सूत्रं सूत्रशब्दस्य अर्थे अस्ति वा? पश्यतु अर्थं, मतः परतरं किञ्चित् अन्यत् नास्ति. प्रथम अत्र प्रथमवाक्ये उक्तमस्ति यत् मम तुलना मम तुलनया अन्यत् किमपि नास्ति. अनन्तरं द्वितीयवाक्ये तत्र श्रीकृष्णस्य वर्णनं क्रियते, सर्वं सर्वं मयि प्रोक्तं, सूत्र सूत्रम् इव, अत्र केवलं नाम किमर्थं श्रीकृष्णतुलनया अन्यत् किमपि नास्ति इति अस्य तत्र किञ्चित् विशालरूपेण उक्तमस्ति यत् इदानीं किमर्थं तथा एवमस्ति, यतोहि इदं सर्वं सूत्रे मणिगणाः इव मयि प्रोक्तम्, अतः मत्तः परतरं किञ्चित् अन्यत् नास्ति इति, तादृशं किमपि अस्ति. परतरमिति सूत्रशब्दस्य विशेषणं नास्ति, किन्तु बुद्धं वा? बुद्ध महोदय. अस्तु, बालसुब्रह्मण्यमहोदय. प्रश्नः, मत्तः इति अस्मत् शब्दस्य पञ्चमे मत् इति भवति खलु, मत्तः इति अत्र किमर्थं कथं भवति? अत्र अत्र मत् मत् शब्दस्य पञ्चमे एकवचने किं वक्तुमिच्छति भवती? न, मत् इति अस्ति चेत् सम्यक्, किन्तु मत्तः इति किमर्थम् अस्ति इति विकल्पः वा? न, न, पञ्चमी मम इति अस्य तत्र पञ्चमी विभक्त्यन्तं रूपं किं? मत् मत् मत् इति नास्ति, मत् इति अस्मत् शब्दस्य पञ्चमी पञ्चमी विभक्तौ किमिति मत् एव खलु महोदय मत् अस्मत् पञ्चमीभक्तौ अस्तु तर्हि अत्र अत्र तस् प्रत्ययः अस्ति तर्हि अत्र तस् प्रत्ययः अस्ति यत्र तस् प्रत्ययः भवति तत्र प्रातिपदिकं स्वीकृत्य तत्र संयुज्यते इति साधारणनियमः अत्र अत्र सर्वनामशब्दः अस्ति इति कृत्वा अस्मत् अस्ति चेदपि तत्र अस्ति न तिष्ठति तत्र प्रक्रियां द्रष्टव्यमस्ति प्रक्रिया द्रष्टव्या अस्ति किन्तु अत्र तस् प्रत्ययः यथा यथा नगरतः गच्छामि नगरतः गच्छामि गृहतः गच्छामि तत्र तस्मात् सम्यक् अस्ति तस्मात् सम्यक् अस्ति इति स्मरणार्थे तत्र शारीरिकरूपेण गृहतः गच्छामि नगरतः गच्छामि किन्तु यत्र तुलना भवति तत्र पञ्चमीविभक्तिः भवति पञ्चमी अर्थे तस् इति अस्ति केवलं पञ्चमीभक्तौ भवति तस् प्रत्ययः इति नास्ति किन्तु पञ्चमी अपि अस्ति साधारणतया पञ्चमी एव अस्ति अत्र मत् इति प्रातिपदिकरूपेण चिन्तयतु यत्र यत्र तकारान्तशब्दः अस्ति यत्र तकारान्तशब्दः अस्ति यथा सरित् तत्र तस्यति शब्दम् इति तस्यति प्रत्ययं संयोजयामः चेत् तत्र तादृशरूपं भविष्यति सर्वत्र अस्तु इति पञ्चमे अर्थे तस् मत्तः अस्तु सम्यक् अस्ति अग्रे बालसुब्रह्मण्यं अग्रे त्वं चराचरस्य अस्य लोकस्य पिता असि पूज्यः गुरुः असि त्वं चराचर अस्य लोकस्य चराचरस्य त्वं पिता असि पूज्यः पूज्यः असि गुरुः असि ईयसन् प्रत्ययः गुरुः गरीयन् गुरुः असि शब्दः कः ईयसन् प्रत्यये गरीयन् गरीयन् इति नाम किञ्चित् परिष्करणीयमस्ति पुंलिङ्ग यथा विद्वास् शब्दः तत्र एकवचने विद्वास् एकवचने गरी विद्वास् शब्दः एकवचने प्रथमविभक्तौ किम् अस्ति विद्वान् विद्वान् एवमेव अत्र गरीयान् गरीयान् असि गरीयान् गुरुः असि हा गरीयान् अत्र यसुनिति किमर्थं स्वीकृतमस्ति चिन्तनं प्रातिपदिकं गुरु इति गुरु ईयसोन् नकारलोपः उकार अपि लोपः गरीय अत्र कति समूहाः स्वीकृताः ईयसोन् इति कथनेन समूहद्वयं बहु समीचीनमस्ति अत्र समूहः समूहद्वयं किमिति न उक्तं किन्तु तादृश तादृशम् इङ्गितमस्ति तादृशसङ्केतः अस्ति खलु यत्र इयसु नास्ति तत्र समूहद्वयमस्ति तत्र अन्यत् सर्वमपेक्षया गरीयान् गुरुः इति अस्माभिः स्वीकर्तव्यमस्ति अस्तु बहु समीचीनमस्ति अग्रे भवान् बहिः अस्ति इति वा न महोदय, अहं वक्तुं शक्नोमि. अस्तु. अनन्तरम् अधः गीताश्लोकानां सङ्ख्या दत्ता अस्ति, तान् श्लोकान् उच्चैः पठत. प्रथममस्ति जनार्दन, बुद्धिः कर्मणः इति ते मतम् अस्ति चेत् घोरे कर्मणि मां किमर्थं नियोजयसि? अत्र जनार्दन, बुद्धिः कर्मणः ज्यायसि इति शब्दः आगच्छति. अत्र बुद्धिः अपि च कर्मणः इति द्वयोः मध्ये तुलना अस्ति, अतः इयसुन् प्रत्ययान्तशब्दं योजयामः चेत् तर्ह तत्र ज्यायसि इति प्रशस्य पदस्य प्रातिपदिकमस्ति, तस्य इयसुन् प्रत्ययान्तं शब्द ज्यायस इति भवति. अपि च अत्र बुद्धिः अपि च कर्मणः मध्ये किं श्रेष्ठः अस्ति इति न जानामि, अतः ज्यायसि इति शब्दस्य उपयोगम् इति अत्र भवति. स्त्रीलिङ्गे ज्यायसि. किमर्थं स्त्रीलिङ्गे? बुद्धिः इति श्रेष्ठः अस्ति, अतः स्त्रीलिङ्गे ज्यायसि. तथैव, बहु समीचीनमस्ति. अस्तु, अग्रे अग्रे किं विद्या भगिनी? त्वं नित्यं कर्म कुरु, कर्म अकर्मणः ज्यायः, ते शरीरयात्रा अकर्मणः न प्रसिद्धयेत्. तर्हि अत्र ज्यायः इति नपुंसकलिङ्गे अस्ति, इयसुन् प्रत्ययं योजयित्वा प्रशस्यस्य श्रः इत्येन श्र आदेशः, तदनन्तरं ज्य च इत्येन ज्य आदेशः भवति तत्र विकल्पेन श्रेष्ठः इत्यस्मिन् अर्थे. अत्र नपुंसकलिङ्गे अस्ति, यतोहि कर्मपदं नपुंसकलिङ्गे अस्ति. अत्र कर्म अकर्मण अकर्म द्वयोः तुलना अस्ति, तत्र कर्म एव ज्यायः इति, कर्म एव श्रेष्ठः इति तादृशम् अर्थम्. कस्य तुलनया? अकर्म. अस्तु, बहु समीचीनमस्ति. सरला भगिनी अग्रे. स्वनिष्ठतात् परधर्मात् विगुणः स्वधर्म श्रेयान् इति. अतः स्वधर्म परधर्मतयोः तुलना अस्ति. स्वधर्म श्रेयान् एकवचनं भवति. इदानीं एकवचने श्रेयान् आगच्छति, धर्मः पुल्लिङ्गे. प्रत्ययः कः आसीत्? प्रत्ययः श्रेयस् अस्ति. प्रत्ययः इयसून् किमर्थं स्वीकृतः? समूहद्वयमस्ति, परधर्म स्वधर्मः, तयोः तुलना अस्ति. अत्र समीचीनमस्ति. कस्य विशेषणमस्ति? स्वधर्मस्य विशेषणं श्रेयान् भवति, धर्म पुलिङ्गे अस्ति, श्रेयान् इति श्रेयस् प्रातिपदकं, तस्य श्रेयान् भवति पुलिङ्गे एकवचने. एकवचने, बहु समीचीनमस्ति. अस्तु, सर्वे उक्तवन्तः इति भाति. न, सुकवान् वद अग्रे. हा महोदय. तस्मात् मनुष्येषु कश्चित् मे प्रियकृत्तमः न, तस्मात् अन्यः प्रियतरः भुवि नास्ति न च भविष्यति. अत्र प्रियतरः इति अस्ति तरप्रत्ययः. इदानीं तत्र द्वयोः तुलना अस्ति इति कृत्वा तत्र तरप्रत्ययम् उपयुक्तमस्ति, एकस्य अतिशयार्थं प्रियतरः इति. अपि च प्रथमे वाक्ये अपि अस्ति किमपि? आमां, सत्यं. तत्र प्रथमे वाक्ये अपि प्रियकृत्तमः इति तत्र तमप्रत्ययः उपयुक्तमस्ति. किमर्थम् इत्युक्ते तत्र मनुष्येषु इति बहुषु एकः उक्तः इति इत्यतः तत्र तमप्रत्ययः उपयुक्तः अस्ति. तदनन्तरं तत्र तस्मात् अन्यः प्रियतरः भुवि नास्ति न च भविष्यति इति यः प्रियकृत्तमः अस्ति तस्य अपेक्षया प्रियतरः कमपि नास्ति इति वदति. कोऽपि नास्ति. आं समीचीनं बहु सम्यक् अस्ति. अस्तु, बुद्धं स्यात्. अग्रे गच्छेम लक्ष्मीभगिनी. अग्रे सर्वेभ्यः पापेभ्यः अपि असि चेत् सर्वं पापं ज्ञानप्लवेनैव सन्तरिष्यसि. अत्र सर्वेभ्यः पापेभ्यः अत्र पापकृत्तमः इति पदम् अस्ति. पापकृत्तमः इत्युक्ते अत्र सर्वेभ्यः पापेभ्यः इति दत्तमस्ति. तदर्थं तत्र तमप् प्रत्ययं योजितमस्ति. भवान् सर्वेभ्यः पापेभ्यः पापकृत्तमः अस्ति चेदपि सर्वं पापं ज्ञानप्लवनेन भवान् तर्तुं शक्नोति इत्यस्मिन् अर्थे अत्र तमप्रत्ययम् अस्ति. आमां बहु सम्यक् अस्ति. अस्तु, तर्हि अग्रे गच्छेम रत्ना भगिनी. कृष्ण कर्मणां संन्यासं पुनः योगं च शंससि. एतयोः यत् प्रियतरः तत् मनुश्चित्तम् एकं मे ब्रूहि. प्रियतरः श्रेयः इति प्रायः अत्र कर्मणां संन्यासं पुनः योगं च शंससि एतयोः. अत्र एतयोः इति द्विवचने अस्ति, द्विवचने. एतयोः मध्ये प्रियतरः तरप्रत्ययस्य उपयोगं कृतम् अत्र. द्वयोः मध्ये प्रियतरः किम् अस्ति, कः अस्ति इति वद इति वदति. द्वयोः कयोः? अत्र द्वयोः इति कर्मणां संन्यासं पुनः योगं च शंससि. एतयोः संन्यासं योगं च प्रायः इति अहं चिन्तयामि महोदय. संन्यासमिति इत्यस्य विभक्ति कर्तुं किम्? संन्यासं प्रायः कर्मणां तत्र षष्टि इति चिन्तयामि. संन्यासं पुनः योगं च एतयोः प्रायः प्रथमा विभक्तिः इति चिन्तयामि. लिङ्गं किं योगशब्दस्य, संन्यासशब्दस्य? नपुंसकलिङ्गशब्दः. पुल्लिङ्गशब्दः. पुल्लिङ्गः एव. अस्तु अस्तु, इत्युक्ते द्वितीया विभक्तिः अस्ति. वाक्यस्य दर्शनेन वयम् अवगन्तुं शक्नुमः यद् नाम लिङ्गमिति नितरां वक्तुं शक्नुमः इति नास्ति, किन्तु विभक्तिः कथम्? अवगतं. शंससि इति अस्ति. किं शंससि? संन्यासम् अपि च योगम् इति कर्मपदद्वयं. कर्मणां संन्यासः पुनः योगः इति कृत्वा संन्यासं शंससि अथवा पुनः योगमिदानीं शंससि. एतयोः मध्ये अत्र किम् उक्तमस्ति? प्रियतरः. अत्र शब्दः प्रियतरः अस्ति वा? अत्र शब्दः अस्ति श्रेयः. श्रेयः. अस्तु, श्रेयः इत्युक्ते श्रेयः इति नपुंसकलिङ्गशब्दः. अत्र श्रेयः एव भवति महोदय. इयसून् प्रत्ययः. श्रेयस् इति अस्ति. अत्र श्रेयः इति अस्य लिङ्गं किम्? श्रेयस् नपुंसकलिङ्गशब्दः. किमर्थं स्वीकृतम्? तत् एकं ब्रूहि, एतयोः यत् श्रेयः तत् कर्म अस्ति खलु, अतः इति चिन्तयामि. न, अत्र किमस्ति यत् संन्यासः अपि योगः, तत्र वयत्र तत्र पुल्लिङ्गत्वम् अस्ति, तयोः मध्ये किं स्वीकर्तव्यमस्ति. तत्र पुल्लिङ्गे भवितुम् अर्हति स्म, यतोहि द्वयमपि पुल्लिङ्गः, पुल्लिङ्गशब्दः संन्यासः योगः, किन्तु यतोहि न जानाति, यतोहि न जानाति, अतः एवमेव पुनः नपुंसकलिङ्गं स्वीकरोमि. एतत् किम् इति तादृशं, यत् श्रेयः तत् द्वयोः मध्ये नपुंसकलिङ्गे, यतोहि न जानाति द्वयोः मध्ये किं स्वीकर्तव्यमस्ति इति कृत्वा एवमेव नपुंसकलिङ्गं स्वीकृतमस्ति. एकम् उत्तरं मे वदतु इति तथाविध. आम्, हा, पुल्लिङ्गे भवितुम् अर्हति स्म, यतोहि संन्यासः अपि योगः अपि पुल्लिङ्गशब्दौ द्वौ, किन्तु संशयप्रसङ्गे नपुंसकलिङ्गः नपुंसकलिङ्गशब्दः अपि स्वीकर्तुं शक्यः. अस्तु, अग्रे राजेन्द्रमय अग्रे. आम् आं महोदय, सर्वेषां योगिनामपि योगिनामपि यः मद्गतेन अन्तरात्मना श्रद्धावान् मां भजते सः मे मतः. अत्र युक्ततमः, अत्र तु तमप्रत्यय योजित्वा तत्र योजितमस्ति. अत्र तुलनात्मक समूहद्वयमस्ति, परन्तु एकस्मिन् अत्र यत्किमपि लोके भवति तत्र समूहे अस्ति. अत्र श्रीकृष्णः वदति तस्मिन् लोके यः श्रद्धावान् अस्ति, यः भजति मां भजति सः एव मम मे मम कृते युक्ततमः अस्ति. तत्कारणात् तत्र तमप्रत्यय योजयित्वा तत्र अस्ति. आम्, बहु समीचीनमस्ति, सः युक्ततमः इति अस्ति. अस्तु, सुब्रह्मण्यमहोदय. आं महोदय, इदानीमत्र सर्वेषां योगीनां न अन्य अनन्तरवाक्यं किल महोदय, विज्ञानसहितं ज्ञानं ते प्रवक्ष्यामि यत् ज्ञात्वा अशुभात् मोक्ष्यसे. अत्र विज्ञानसहितं गुह्यतमं ज्ञानं ते प्रवक्ष्यामि यत् ज्ञात्वा अशुभात् मोक्ष्यसे. अत्र गुह्यतमम् इति अस्ति. गुह्यतमम् इत्युक्ते अत्र यद् ज्ञानं इदानीं कृष्णः वक्ष्यति तद् ज्ञात्वा अशुभात् मोक्ष्यते इति, तद् ज्ञानमस्ति गुह्यतमम् इत्युक्ते अत्र सर्वेषु ज्ञानेषु तद् ज्ञानं गुह्यतमम् इति. अत्र तमप्रत्ययः बहुषु एकः इत्यस्मिन् अर्थे ज्ञानम् इति अत्र नपुंसकलिङ्गे अस्ति. न न न, अत्र ज्ञानम् इति विज्ञानसहितं गुह्यतमं ज्ञानम्, अत्र ज्ञानमिति नपुंसकलिङ्गे अस्ति, अतः गुह्यतमम् इति अपि नपुंसकलिङ्गे. अवश्यम् अवश्यम्, उत्तमम्. अस्तु, अग्रे सरला भगिनी अग्रे. अग्रे, ये भक्ता एवं सकृतयुक्ताः त्वां परिपासते ते चापि अक्षरभव्यत्वं परिपासते, तेषां के योगवित्तमः. अत्र योगवित्तमात् भवती बहुवचने योग समप्रत्यय उपयोगं कृत्वा बहुषु सर्वेषां योगी बहुषु भक्तेषु अत्र अस्ति एकं बहवः भगवतं वा उपासते के उत्तम भगवतम् उपासते ये योगवित्तमाः सन्ति योगयुक्त आमामां समीचीनमस्ति. तर्हि समूहाः बहवः सन्ति अपि च तेषां बहवः शब्दस्य स्वीकृतम् अस्ति इति कृत्वा तम पुनः बहुवचने योगवित्तमाः योगवित्तम् एकवचने योगवित्तमौ योगवित्तमाः बहुवचने किमर्थं बहुवचने किमर्थं बहवः समूहेषु बहवः सद्यः स्वीकृतानि अत्र बहुषु समूहेषु यः समूहः स्वीकृतः तस्मिन् बहवः सदस्याः सन्ति अथवा भवतु भवन्ति इति कृत्वा बहुवचने के अस्तु समीचीनमस्ति महोदय. अत्र समूहद्वयमेव अस्ति किल एकस्मिन् समूहे कृष्णं पर्युपासन्ते अन्यस्मिन् समूहे अक्षरम् अव्यक्तं पर्युपासन्ते इति समूहद्वयमेव अस्ति. ये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते ते अक्षरं व्यक्तं पर्युपासते तेषाम् अत्र किन्तु तमप् इति उक्तमस्ति खलु. हा तदेव प्रायः तत्र एषः प्रश्नः आसीत् मम मनसि. इदानीं भवता उक्तं किल तत्र कति समूहाः सन्ति तेषु एकस्मिन् समूहे कति सदस्याः इति तादृशचिन्तनं केवलम् ईयसून् इष्टन् इत्यत्र एव वा नो चेत् तरप् तमप् इत्यत्रापि वा उभयत्र सिद्धान्तः समानः अस्ति सिद्धान्तः समानः अस्ति. प्रायः अत्र किमस्ति यत् तमप् प्रत्ययस्य उपयोगेन इतोपि शक्तियुक्त अभिव्यक्तिः इति वक्तुं शक्यते. नाम सर्वोत्तमाः अत्र श्लोके यद् दत्तं तत्र समूहद्वयमेव अस्ति किल. न किन्तु नाम तत्र कविता अस्ति खलु तदर्थं वदामि यद्यपि समूहद्वयमस्ति अस्माकं तत्र लोके अस्माकम् उपयोगः तदेव तथा एव भवेत्. किन्तु यत्र कविता न श्लोकः इत्युक्ते कविता खलु सत्यं महोदय. हा तर्हि अत्र पोएटिक् लैसेन्स् इति वदामि तत्र कविताप्रसङ्गे तत्र इतोपि शक्तेः प्रदर्शनार्थं यद्यपि समूहद्वयमेव स्यात् किन्तु सर्वोत्तमम् इति अस्य प्रदर्शनार्थम् इतोपि पुनः तमपि तथा स्यात् किन्तु सिद्धान्तः सः एव अस्ति सिद्धान्तः अस्ति यत् तमप् तरप् इति यत्र समूहद्वयमस्ति तरप् बहवः समूहाः सन्ति इति कृत्वा अत्र समूहद्वयम् अस्ति चेदपि तमप् उपयुक्तमस्ति तत्र कविता दृष्ट्या इति मन्ये. अन्य किमपि वा महोदय अत्र अस्मिन् श्लोके भक्तानां किञ्चित् अतिशयार्थं भवति एकस्मिन् समूहे केचन भक्ताः सन्ति अन्यस्मिन् समूहे केचन भक्ताः सन्ति तेषां कि तथैव अत्र बहुवचनरूपं प्रयुक्तमस्ति वा के आमां अत्र किन्तु स च प्रश्नः भिन्नः अस्ति, नाम बहुवचने अस्ति इति भिन्नप्रश्नः, तदर्थमपि भिन्नप्रश्नः इति बुद्धम् अवगच्छामि. आमाम्, अन्यत् किमपि अत्र महोदय? अव्यय करोति चेत् तत्र हे भगवन् एवं सततयुक्ताः ये भक्ताः त्वां परिपासते, ये च अपि अव्यक्तम् अक्षरं तेषां मध्ये के योगवित्तमाः सन्ति. अतः तत्र बहवः समूहाः सन्ति, अपि च स्वीकृते समूहे अपि बहवः जनाः सदस्याः भवितुम् अर्हन्ति, अतः योगवित्तमाः इति आगच्छति. समूहाः बहवः इति वदति वा? सर्वे भक्ताः इत्युक्ते आम्, सर्वे भक्ताः इति न, किन्तु इति सर्वे भक्ताः इति बहवः समूहाः, समूहद्वयमस्ति खलु, तेषां सर्वेषां के योगवित्तमाः तत्र बहुषु सर्वेषु भक्तेषु बहवः भक्ताः योगवित्तमाः अस्ति, अतः तदर्थं तदर्थं योग तत्र बहु शब्दः बहुवचने अस्ति खलु? आम् आम् इति अहं मन्ये. आं किन्तु तमाप् इति किमर्थं प्रयुक्तमिति भिन्नप्रश्नः. आम् आं सर्वेषां भक्तानां कश्चित् भक्ताः केचन भक्ताः योगवित्तमः इत्युक्ते सर्वोत्तमः अस्ति, अतः आमां. अस्तु, समीचीनमस्ति महोदय. प्रश्नः अत्र परिपासते इति एकवचने अस्ति खलु, यथा वर्धते परिपासते, हा भक्ताः परिपासते इति तत्र परिपासन्ते प्रायः वयं यदि धातुगणे अस्ति इति दृष्टव्यमस्ति. ये भक्ताः एवं सततयुक्ताः त्वां परियुपास्यते, अत्र न कस्मिन् धातुगणे? विद्याभगिनी पुरतः अस्ति वा? आस् इति धातुः अदादिगणे अस्ति महोदय, तदर्थं बहुवचने अस्ति. आसते इति बहुवचने, बहुवचने अस्ति, अदादिगणे अस्ति कृत्वा भगिनि, अत्र एकवचने नास्ति, बहुवचने अस्ति. अस्तु महोदय, अस्तु गच्छामः तर्हि. राजी भगिनी अग्रे. अव्यक्तचेतसां तेषां क्लेशः अधिकतरः, तेषां क्लेशः अधिकतरः इति अहं चिन्तयामि. आम् अधिकतरः, अधिकतमः किमर्थम् इत्युक्ते क्लेशः बहु अव्यक्तचेतसां चेतसां बहुषु सन्ति, तेषां भवतः क्लेशः अधिकतमः इति तमप्रत्ययं उपयोगितः अत्र. अधिकतमं किल श्लोकः अहं न दृष्टवती. अनन्तरम् अधिकतम अधिकत ओ अधिकतरः अधिकतरः नाम कति समूहाः सन्ति? अधिकतरः समूह अधिकतरः इत्युक्ते समूहद्वयं समूहद्वयम् अस्ति, येषां क्लेशः न्यूनः, येषां क्लेशः अधिकः, येषां क्लेशः अधिकः येषां क्लेशः न्यूनः, न्यूनः अधिकः इति समूहद्वयम् अस्ति. तस्मिन् समूहे भवतः क्लेशः अधिकतरम् इति तरप्रत्ययः उपयोजितः अत्र किल. आम् अत्र जनस्य समूहद्वयमस्ति, ये अव्यक्तचेतसां क्लेशः, अपि च नाम अव्यक्तचेतसां व्यक्तचेतसां च. तर्हि अत्र उच्यते यत् व्यक्त नाम व्यक्तरूपेण ब्रह्मणः पूजां ये कुर्वन्ति तेषां क्लेशः न्यूनः अस्ति, तदर्थं क्लेश एकस्मिन् समूहे क्लेशः न्यूनः, एकस्मिन् समूहे क्लेशः अधिकः इति उक्तमस्ति. अतः करप्रत्ययः प्रत्ययस्य उपयोगं कृतः अत्र. आम् अस्तु, समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. नघ, इदं गुह्यतमं शास्त्रम् इति मया उक्तम्. एतद् बुद्ध्वा बुद्धिमान् कृतकृत्यश्च स्यात्. तर्हि अत्र बहूनि शास्त्राणि सन्ति, तेषु एकं गुह्यतमं शास्त्रम्. अतः अत्र तमप्रत्ययः बहुषु एकस्मिन् अतिशयं दर्शयितुं तमशास्त्रम् इति नपुंसकलिङ्गे. अतः गुह्य इति प्रातिपदिकात् तमप्रत्ययः नपुंसकलिङ्गे गुह्यतमम्. हा, समीचीनमस्ति. अग्रे सुखवनमात. हा, तस्मात् मनुष्येषु कश्चित् मे प्रियकृतमः इति मया एव उक्तं पूर्वमेव. आमाम् आगतं. नूतनक्यपि नास्ति, द्विवारं स्थापितमस्ति. अस्तु, अग्रे नूतनविषयः अस्ति. अत्र प्रत्ययद्वयमस्ति, डटरच् डटमच् इति अस्ति. तरप् तमप् प्रत्ययौ इव डटरच् डटमच् इति प्रत्ययौ स्तः. तयोः योजनेन कतर कतम अन्यतर अन्यतम इति शब्दरूपाणि सिद्ध्यन्ति. अत्र प्रायः पूर्वमेव कः पृष्टवान्, विद्याभगिनी पृष्टवती इति वा, अन्यतम अत्र एव डटर दत्तम् इति प्रत्ययद्वयमस्ति. यथा वदामि यत् किं किम् इति शब्दस्य तत्र किम् इति शब्दात् डटरच् इति भवति चेत् तत्र क अवशिष्यते, योगः अतर कतर. किं योगः डटरच् कतर इति भवति. कतर इति पुल्लिङ्गे कतरः, स्त्रीलिङ्गे कतरा, नपुंसकलिङ्गे कतमत्. कतरः कतरा कतमत् नाम एतावता यः विषयः प्रवर्तमानः आसीत् यत्र प्रश्नः प्रष्टुमिच्छति, नाम द्वयोः मध्ये अयं गुरुतरः इति उत्तरे तत्र प्रश्नः किं भवितुमर्हति, द्वयोः मध्ये कतरः कतरः द्वयोः मध्ये कतरः इति अस्ति. बहुषु मध्ये कतमः इति अस्ति. एवमेव यद् शब्दः, यद् युगः डटरच् तत्र यकारः अवशिष्यते अतर, अतः यतरः यतरः यतरा यतमत्. एवमेव तद् शब्दः, तद् शब्दः तत्र यदि संयोजयामः डटरच् त अवशिष्यते, अतर संयुज्यते, ततरः ततर पुल्लिङ्गे ततरः, स्त्रीलिङ्गे ततरा, नपुंसकलिङ्गे ततमत्. अतः कतरः यतरः ततरः इति पुनः डटमच् इति भवति. एवमेव कतमः यतमः ततमः. अत्र उदाहरणानि पश्येम. किमिति अन्यतर अन्यत् योगः डटरच् वा अन्यतर एवमेव अन्यत् योगः डटरच् अत्र तत्र अन्ययोगः तत्र कथं निष्पद्यते इति द्रष्टव्यमस्ति. किन्तु अतर अन्य तत्र अकारलोपः कथञ्चित् भवति. प्रक्रिया इति अवलोकनीया अस्ति, किन्तु अत्र अन्यशब्दः अस्ति, अपि च डटराचिति अस्मिन् अतर अवशिष्यते, डटमाचिति अस्मिन् अतम अवशिष्यते. तर्हि उदाहरणं महोदय, आम् उच्यताम्. एकः प्रश्नः अस्ति, कतर कथम प्रयोगमध्ये लिङ्गं नास्ति वा? लिङ्गमिति मया उक्तम् इदानीं, कतरः कतरा कतमत्, यतरः यतमा यतमत्, यतरा यतम यतरत्. अहं न श्रुतवती. तर्हि एवमस्ति, कतरः कतरा कतरत्, कतमः कतमा कतमत् इति अस्ति. तर्हि उदाहरणानि अत्र सन्ति, सुब्रह्मण्यं वा तत्र पठति वा? आं महोदय, अत्र श्रीधरसुकुमारयोः कतरः बुद्धिमान्, द्वौ स्तः इत्यतः दतरच् प्रयोगः. श्रीधरः बुद्धिमान्, अत्र श्रीधरः सुकुमारः द्वयोर्मध्ये अत्र प्रश्नः अस्ति, कतरः बुद्धिमान्. अत्र कतरः इत्यस्य प्रयोगः अत्र प्रश्नार्थकः, अपि च द्वयोर्मध्ये तुलना तस्मिन् समये भवति इति. द्वयोर्मध्ये कतरः बुद्धिमान् अत्र समाधानं भवति, श्रीधरः बुद्धिमान् इति. आम् एवम् एवमस्ति. सुकुमारमहोदय अग्रे. आम् महोदय. रामभरतलक्ष्मणेषु कतमः ज्येष्ठः इति अस्ति. अत्र त्रिषु कः ज्येष्ठः इति प्रश्नः. रामभरतलक्ष्मणेषु इति त्रयः सन्ति गणे इत्यतः कतमः इति तत्र प्रश्नः कृतः. कतमः ज्येष्ठः इति तस्य उत्तरमस्ति, रामः ज्येष्ठः इति. अस्तु, समीचीनमस्ति. राज्यभगिनी अग्रे. तयोः अन्यतरम् आह्वयतु, द्वौ स्तः इत्यतः डतरच् प्रयोगः. तयोः इत्युक्ते रामभरतः वा ययोः कोऽपि अस्तु, ययोः द्वे स्तः, अतः अन्यतरम् इति तरप्रत्ययः डतरच् प्रत्ययः उपयोगं कृतः अत्र. तयोः अन्यतरम् आह्वयतु इति, द्वे जनाः कोऽपि अस्तु, रामः वा भरतः वा अथवा भरतः वा लक्ष्मणः वा अथवा श्रीधरः वा सुकुमारः वा कोऽपि, द्वयोः अन्यतरम् आह्वयतु इति डतरच् प्रत्ययः प्रत्ययस्य प्रयोगं कृतः अत्र. आमां, तर्हि आहत्य कतरः कतरा कतरत्, कतमः कतमा कतमत्, एवमेव यतमः अपि अस्ति. यतमः अत्र गृहपाठरूपेण किञ्चित् लिखितुं शक्नुमः. अत्र नाम ऊहां कृत्वा वयम् अवगच्छामः यतमः अपि च ततमः कुत्र कुत्र भवितुमर्हति. अत्र प्रश्नवाचकवाक्यानि सन्ति, किन्तु यत्र प्रश्नः नास्ति, सङ्केतः अस्ति, तत्र यतमः इति उपयोगः स्यात्. अपि च सप्तसु विभक्तेषु त्रिषु वचनेषु एतत् सर्वं भवति. किम् उच्यताम्? अत्र तयोः अन्यतरम् आह्वयतु, अत्र अन्यतरं नपुंसकलिङ्गे अस्ति, कारणकि नपुंसकलिङ्गे किमर्थं निश्चयं नास्ति न न आह्वयतु इति तत्र द्वितीयविभक्तौ द्वितीयाविभक्ति अस्ति. अस्तु, आह्वयतु खलु. अस्तु, तर्हि अत्र अत्र अव्ययम् अव्ययं नास्ति किन्तु अतः तत्र शतसु विभक्तिषु अपि अस्ति तत्र यतमः यतमः इति यतमस्य यतमम् इत्यादिकं तत्र यतमाः जनाः तत्र यतमाः इति एतादृशप्रयोगः तत्र ऊहां कृत्वा लिखितुं शक्नुमः गृहपाठरूपेण. अस्तु अग्रे अग्रे तर्हि अत्र लक्ष्मीभगिनी पठतु कृपया. तेषु अन्यतमं सूचयतु. बहवः सन्ति इत्यतः दतमच् प्रयोगः. अत्र यदि बहवः जनाः सन्ति तेषु अन्यतमं सूचयतु. तद् अत्र बहुषु जनेषु एकः इति वक्तव्यं. तदर्थम् अत्र तमप्रत्ययं योजितमस्ति. अपि च अन्ययोगः दतमच् प्रत्ययः. तदा तत्र दतमत् इति तस्मात् अतम इति आगच्छति. तदर्थम् अन्यतम इति रूपमस्ति अत्र. सम्यक् अस्ति. अग्रे विद्याभगिनी अग्रे श्लोकः. एतं श्लोकं पठत. दतरच् प्रत्ययान्तम् अन्विष्यत. न च एतद् विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः. यानेव हत्वा न जिजीविषामः जिजीविषामस्ते अवस्थिताः प्रमुखे द्रार्तराष्ट्राः. अत्र कतरत् इति दतरच् इति प्रत्ययम् उपयुज्य श्लोकमस्ति. कतरत् गरीयः इति गरीयः इति इयसुन् प्रत्ययः. अत्र इयसुन् प्रत्ययः यतोहि अत्र समूहद्वयमस्ति. अत्र अर्जुनः वदति युद्धे यदि अहं युद्धं करोमि चेत् अत्र यदि अस्माकं पक्षस्य वयं मरणं प्राप्नुमः नो चेत् द्रार्तराष्ट्राः ते मरणं प्राप्नुवन्ति. तर्हि तयोः मध्ये अत्र कः गरीयः इत्युक्ते कः मार्गः गरीयः. अतः गरीयः इति यस्मिन् इति चिन्तयामि. अनन्तरं कतरत् इति अत्र प्रश्नः अस्ति. इत्युक्ते अत्र पुनः द्वयोः मार्गयोः अत्र किं कतरत् गरीयः किं गरीयः. अतः कतरत् इति चिन्तयामि. अस्तु समीचीनमस्ति. अन्वयवाक्यं वदामि. अत्र यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः. तस्मात् यद्वा जयेम यदि वा नो. अत्र नो इति द्वितीयविभक्तो अस्ति. जयेयुः. अनयोः कतरत् नः गरीयः. नः इति षष्ठीविभक्तो अस्ति. तर्हि कतरद् गरीयः इति अस्ति पुंसकलिङ्गे. इति न विद्मः. अत्र स्पष्टमस्ति वा कतरत् इति शब्दस्य प्रयोगः? यत्र प्रश्नवान् एकवारं वदतु कृपया. किमिति पुनः एकवारं वदतु महोदय कृपया. ओ यान् नाम वाक्यमिति वा कतरशब्दस्य प्रयोगं कथम् इति एतस्मिन् श्लोके पुनः एकवारं वदतु. अत्र विकल्पद्वयमस्ति. अतः दतरच् अस्ति नाम अस्माकं मरणं भवति वा तेषां मरणं भवति वा. अस्माकं जयः अथवा तेषां जयः नाम किं समीचीनं स्यात् इति तत्र भ्रमः अस्ति. इति कृत्वा यान् हत्वा न जिजीविषामः ते एव धातुराष्ट्राः प्रमुखे अवस्थिताः, तस्मात् यद्वा जयेम यदि वा, नाम इति एकः विकल्पः, यद्वा जयेम यदि वा अथवा नो जयेयुः, नाम तेषां जयः. तत्र अस्माकं तत्र पराजयः इति जयेयुः अनयोः मध्ये द्वयोः विकल्पयोः मध्ये कतरत् नः करीयः. अस्माकं कृते तत्र समीचीनमार्गः कः इति द्वयोः मध्ये कतरत् गरीयः. तर्हि कतरत् इति गरीयः इत्यस्य विशेषणं खलु अत्र? आम्, अत्र गरीयः इति नपुंसकलिङ्गे यतोहि न तत्र किमपि यस्य लिङ्गं निर्दिष्टं स्यात् तत्तु किमपि नास्ति. मार्गः इति यदि स्यात् तर्हि पुलिङ्गे, किन्तु एवमेव नपुंसकलिङ्गे उक्तमस्ति गरीयः. किं समय यतोहि प्रश्नः अस्ति कतरत् गरीयः. अस्तु, किञ्चित् समयः अस्ति, अग्रे कथा अस्ति, कथां किञ्चित् पठेम तर्हि. अत्र सुब्रह्मण्यं तत्र आरब्धुमिच्छति वा? आं महोदय. यथां कथां पठत प्रियदर्शिनी नाम्नि काचित् प्रसिद्धतमा नर्तकी आसीत्. सा अतीव लावण्यवती आसीत्. कदाचित् कश्चन श्रेष्ठः चित्रकारः तस्याः नगरम् आगतः. प्रियदर्शिन्या निमन्त्रितः सः तस्याः विशालतरं प्रसादं गतवान् तस्याः प्रार्थनाम् अनुसृत्य तदीयम् अतीव मनोहरं चित्रं लिखितवान्. सुन्दरतमं तत् चित्रम् अवलोक्य प्रियदर्शिनी नितरां प्रमुदिता. चित्रकारं प्रशस्य भूयिष्ठं धनादिकं दत्त्वा तञ्च प्रेषितवती. अस्तु, एतावता किमस्ति? अत्र प्रियदर्शिनी नाम्नि एका प्रसिद्धतमा नर्तकी आसीत्. अत्र बहुषु एका प्रसिद्धतमा नर्तकी आसीत् सा, अपि च अतीव लावण्यवती, प्रायः सुन्दरी अस्ति इति. कदाचित् एकः श्रेष्ठः चित्रकारः, बहुषु एकः, अतः अत्र श्रेष्ठः चित्रकारः प्रियदर्शिन्याः नगरम् आगतवान्. प्रियदर्शिनी तं चित्रकारं निमन्त्रितवती, आहूतवती, अपि च चित्रकारः तस्याः प्रासादम् इत्युक्ते गृहमिति चिन्तयामः अत्र गतवान्. अपि च प्रियदर्शिन्याः प्रासादम् इत्युक्ते भवनम् इत्यस्य अर्थे अस्ति किल महोदय? साधारणतया यथा राज्ञः, राजा यत्र आसीत् तेषु दिनेषु बहु बृहत् बृहद्गृहम्. अपि च अत्र विशालतरं प्रसादम् इति अस्ति. अत्र विशालतरं प्रासादं गतवान्. प्रायः अत्र द्वयोर्मध्ये तुलना अस्ति, अतः विशालतरम् इति प्रायः प्रासादमिति नपुंसकलिङ्गः. अत्र एवमेव मन्ये, यतोहि प्रासादद्वयं, विशेषतः प्रासादद्वयम् अस्ति इति अस्मात् एकमिति स्वीकृतमस्ति इति प्रायः न स्यात्, किन्तु एवमेव एवमेव. अपि च अत्र प्रासादम् अत्र नपुंसकलिङ्गशब्दः अतः विशालतरम् अपि च द्वितीयविभक्तौ पुलिङ्गशब्दः प्रासादः अस्ति वा महोदय? अस्तु, द्वितीयविभक्तौ अस्ति इति भूत्वा अपि च प्रियदर्शिन्याः प्रार्थनानुसारं चित्रकारः तस्याः सुन्दरं चित्रं रचितवान्। तदीयम् इत्युक्ते अत्र तदीयम् अत्र तदीयमित्युक्ते प्रियदर्शिन्याः इत्यस्य अर्थे अस्ति अत्र। अत्र तदीयं मनोहरं चित्रम् इत्युक्ते प्रियदर्शिन्याः मनोहरं चित्रमिति तस्मिन् अर्थे महोदय। आम्, अत्र एक समीचीनमेव अत्र वैशिष्ट्यमस्ति। अपि अत्र तदीयम् इति मनोहरं चित्रम् इत्यस्य विशेषणं किल महोदय, तदीयं भवदीयं यदि वदं भवदीयः भवदीया तादृशम् अर्थमस्ति अत्र। आमाम्, इति अत्र वैशिष्ट्यमस्ति यत् साधारणतया यस्य चित्रं तस्य लिङ्गं भवति, नाम इदानीं प्रियदर्शिन्याः इति कृत्वा तस्याः चित्रमिति भवति स्म, स्त्रीलिङ्गे इति भवति स्म, यतोहि तस्याः संस्कृतभाषायां तत्र यस्य चित्रं यस्य गृहं यस्य तस्य एव लिङ्गं भवति, पुरुषस्य चित्रं महिलायाः चित्रम् इति कृत्वा तत्र सर्वनामशब्दः अपि तथा तस्याः। किन्तु तदीय इति अत्र अयं प्रत्ययः किञ्चित् भिन्नः, यतोहि तत्र यत् अस्ति यस्य इति न, यत् अस्ति तस्य लिङ्गम्, अतः तस्याः चित्रं किन्तु चित्रं नपुंसकलिङ्गम् अस्ति कृत्वा तदीयं, यद्यपि यस्य अस्ति सा तु महिला। अस्तु अग्रे। अपि च तत् चित्रं सुन्दरतमम् आसीत्, तं चित्रं दृष्ट्वा प्रियदर्शिनी सन्तुष्टा आसीत्। अत्र सुन्दरतमम् इति प्रायः बहुषु एकम् इत्यस्मिन् अर्थे अत्र चित्रकारं प्रशस्य भूयिष्ठं धनादिकं दत्त्वा तं च प्रेषितवती। इत्युक्ते अत्र भूयिष्ठमित्युक्ते अधिकम् इत्यस्मिन् अर्थे महोदय? सत्यं, अधिकम् इत्यस्मिन् बहु अधिकम्। अपि च अत्र प्रायः भूयिष्ठम् इत्यत्र अपि अत्र इष्टन् प्रत्ययः अस्ति इति चिन्तयामि, भूयिष्ठं धनादिकं दत्वा। आम् आम्, अत्र वस्तुतः बहुशब्दः इत्यस्मात् इष्टन् अस्ति, अपि च अत्र आदेशः भवति बहुस्थाने भू दीर्घ उकारः, अपि च इष्टन् इत्यस्य न मध्ये युक् इति कश्चन आगमः अस्ति, भू इति दीर्घकारः अनन्तरं मध्ये युक् इति भवति इष्ठन् इति कृत्वा भूयिष्ठ अत्यन्तं प्रचुर इति अस्मिन् अर्थे अतिशयेन बहु योगः इष्ठन् तत्र भू आदेशः युक् आगमः तत्र भूयिष्ठन् भूयिष्ठः। अपि च तस्मिन् एवमेव तत्र इयसून् इति कृत्वा बहु योगः इयसून् तत्र पुनः भू इति भवति अनन्तरं इ इति लोपः किञ्चित् सूत्रमस्ति इ लोपः भवति भू आदेशः भवति बहु स्थाने प्रकृति आदेशः इति कृत्वा भूयस् इति अस्ति भूयस् भूयान् भूयसि भूयः इति इयसून् अस्ति चेत्। अत्र च वक्तव्यमस्ति यत् प्रथमवाक्ये महोदय किमपि वक्तुम् इष्टवान् अन्ते अस्तु प्रशस्य इति कीदृशरूपम् अस्ति? प्रशस्य चित्रकारं प्रशस्य भूयिष्ठं धनादिकं दत्त्वा तं च प्राप्तवती. प्रशस्य इति अत्र प्रशंसां करोति इत्यस्मिन् अर्थे किल महोदय? आम्, अस्माकं प्रशस्य इति ल्यबन्तमस्ति वा अत्र? आमां, यद्यपि विशेषणत्वेन अस्माभिः उक्तं पूर्वं यत् प्रशस्य इति विशेषणं विशेषणशब्दः प्रशस्यः इति विशेषणम् अस्ति. तत्र श्र इति आदेशः, ज इति आदेशः इति कृत्वा श्रेष्ठः, ज्येष्ठः, श्रेयस्, जयस्, प्रशस्यः इति विशेषणम् अत्र किन्तु तथा नास्ति. उपसर्गपूर्वकः शस् इति धातुः लियप् इति प्रशस्य प्रशंसां कृत्वा चित्रकारस्य प्रशंसां कृत्वा इत्यस्मिन् अर्थे. अस्तु, सम्यक् अस्ति. इदानीम् अग्रे नाम प्रथमवाक्ये कश्चन दोषः अस्ति, सर्वे पश्यन्तु. अत्र प्रियदर्शिनी नाम्नि काचित् प्रसिद्धतमा नर्तकी आसीत्. अत्र वस्तुतः प्रियदर्शिनी नाम्नि एकमेव पदमस्ति, पदमेकमेव अस्ति, अत्र समासः अस्ति. अत्र नामान्यतिशब्दः नपुंसकलिङ्गशब्दः, नाम नामनि नामानि, कर्म कर्मणि कर्माणि. किन्तु अत्र पश्यतु, ई दीर्घीकारः अस्ति, तादृशरूपं न भवति नामान्यतिशब्दस्य. अत्र यदा प्रियादर्शिनी नाम्नि तत्र एकं पदं जातं, तदानीं विग्रहवाक्यं भवति प्रियदर्शिनी इति नाम यस्याः सा नर्तकी. प्रियदर्शिनी इति नाम यस्याः सा इति अग्रे इदानीम् तत्र अध्यायः समासः आरभ्यते. एतत् सर्वं भवति नाम समस्तप्रयोगः भवति, व्यस्तप्रयोगः भवति. पृथक्तया यदा वदामः तदानीं व्यस्तप्रयोगः, एकत्र यदा वदामः तदानीं समस्तप्रयोगः. अत्र समासः अस्ति, समासः इत्युक्ते समस्तप्रयोगः द्वयोः शब्दयोः अथवा तदधिकानां मेलनेन तत्र समासः भवति. अत्र समासः अस्ति, पृथक्तया न लेखनीयम्. अत्र प्रदर्शिनी इति नाम यस्याः सा इति नदीशब्दवत् अस्ति इति कृत्वा प्रदर्शिनी नाम्नि इति एकवचनमस्ति. प्रदर्शिनी नाम्न्यौ, प्रदर्शिनी नाम्न्यः द्विवचने बहुवचने च. इदानीं यदि पुरुषः स्यात्, अस्तु, पुरुषः स्यात् तर्हि किं रूपं स्यात् इति कृत्वा अत्र किं भवेत्? रामनाम्नः इति अत्र तथा लक्ष्मी भगिनी किम् उक्तवती? नाम्ना. अन्य कोऽपि? नाम्नः. अन्यः कोऽपि? नामन्, भेदशी नामन्. पुल्लिङ्गे यदि रामः, रामशब्दः नामः, भेदशी नामः कदाचित् नाम अत्र किमस्ति पुल्लिङ्गे भवति चेत् अत्र रामनामा पुरुषः रामनामा पुरुषः रामनाम राजा राजानो राजानः राम रामानः इति अस्ति. रामनामा पुल्लिङ्ग तत्र यथा नपुंसकलिङ्ग नकारान्तशब्दः पुल्लिङ्गे अस्ति चेत् राजन् इति यथा, तर्हि अत्र तथा भविष्यति. राजा राजानो राजानः इति यथा, रामनामा रामनाम नाम रामरामानौ रामनामानः इति अस्ति. स्पष्टं वा? राजा राजानौ राजानः न राजा राजानौ राजानौ राजानौ अत्र नामानौ रामान तत्र रामनामा रामरामानौ रामनामानः इति अस्ति. अत्र प्रियदर्शिनि नाम्नि नाम्नि ह्रस्व वा नदीव दीर्घिकारः नाम्नि अत्र दत्तं दीर्घ दीर्घैकारः परन्तु दीर्घैकारः एव अस्ति. प्रदर्शिनी नाम्नि नदी शब्दवत् प्रदर्शिनी नाम्नि एकशब्दः एव अस्ति किन्तु अस्तु महोदय नपुंसकलिङ्गे भवति यदि हा नपुंसकलिङ्गे भवति तदानीं नामन् शब्द इव अस्ति नाम नाम्नि नामानि नाम यथा रेल्यानस्य रेल्यानं नपुंसकलिङ्गे या रेल्यानस्य नाम अस्ति चेत् तथा भविष्यति नाम तत्र किं कस्यचित् नाम अस्ति मनसि नास्ति भारते तत्र नामानि सन्ति अस्तु यत्किमपि भवतु अस्तु बहु योगः यक् योगः इष्टं वा भू भू तत्र बहु स्थाने भू भवति बहु स्थाने भू बहु स्थाने प्रक्रियादेशः दीर्घकारः भू बहु स्थाने भू आगच्छति देन् यत् प्रत्ययः युक् युक् युक् प्रत्ययः यकारः अवशिष्यते भूयिष्ठः नो चेत् सन्धिः भवति स्म तथा न स्यात् अस्तु समापयामः शीघ्रमेव तत्र लघुप्रश्नमेकम् विशालतरं प्रसादम् इत्युक्ते तोलनम् अत्र किमपि नास्ति वा यस्मात् विशालं यस्मात् विशालतरं प्रसादम् इति प्रश्नस्य उत्तरमस्ति वा विशालतरं तत्र तमपि भवितुमर्हति स्म तरप् इति उक्तमस्ति एवमेव तत्र विशेषतः प्रसादद्वयम् अस्ति अस्माकं पुरतः इति प्रायः न स्यात् खलु एवमेव तुलनात्मकार्थः अस्ति तमपि भवितुमर्हति स्म सा अतीव लावण्यवती वा इति दीर्घ आकारः भवति न अतीव इति अन्वयः तत्र अन्वयः तत्र लिङ्गं नास्ति किमपि अतीव तत्र नाम तत्र अन्वयः किम् अव्ययपदमस्ति अव्ययपदमस्ति अव्ययं तस्य लिङ्गं नास्ति तत्र विभक्तिः नास्ति अपि च वचनं नास्ति अस्तु महोदय अस्तु सुकुमारमहोदय विंशतिः वर्षाणि अतीतानि चित्रकारः पुनः कदाचित् तत् नगरम् आगतवान् अधुनापि तया प्रसिद्धतमया नर्तक्या प्रियदर्शिन्या निमन्त्रितः सः तस्याः विशालतरं प्रासादं गतवान् तस्याः चित्रं लिखितवान् च परन्तु एतस्मिन् अवसरे चित्रं दृष्ट्वा प्रियदर्शिनी न सन्तुष्टा सा अवदत् भोः महाशय किमेतत् पूर्वं तु भवान् मम सुन्दरतमं चित्रं लिखितवान् आसीत् पश्यतु अद्यावधि मया तत् रक्षितम् अस्ति इति चित्रकारः तच्चित्रं परिशील्य अवदत् क्षम्यतां श्रेष्ठे यदा तच्चित्रं लिखितवान् तदा अहं युवकः आसम् अस्तु अत्र प्रसिद्धतमया इति अस्ति प्रसिद्धतमा इति पूर्वस्मिन् परिच्छेदे एव अस्माभिः दृष्टं कुत्र बहुषु सा अन्यतमा इत्यतः तमप्रत्ययः अन्यतमः इति नास्ति, सा अतिशयतमा इत्यतः तत्र तमप्रत्ययः अस्ति, अपि च तस्य तृतीयरूपं भवति प्रसिद्धतमया इति, अपि च विशालतरम् इति पूर्वस्मिन् परिच्छेदे एव दृष्टं, सुन्दरतमम् अपि पूर्वस्मिन् परिच्छेदे एव दृष्टं, तत्र क्षम्यतां श्रेष्ठे इति अस्ति, तत्तु सम्बोधनप्रथमा, अपि च तत्र श्रेष्ठ इत्यस्य सम्बोधनप्रथमा स्त्रीलिङ्गे श्रेष्ठे इति भवति, अतः क्षम्यतां श्रेष्ठे इति रूपमस्ति। वस्तुतः अनेन किं वक्तव्यम् इति चेत् भवती वृद्धा अभवत् इति वक्तव्यं, किन्तु सः वदति अहं युवकः आसम् इति। अस्तु, समीचीनमेव, स्पष्टं स्यात् सर्वेषां कृते। कोऽपि प्रश्नः वा? इति कृत्वा अध्यायः समाप्तः अस्ति। अग्रिमे सप्ताहे समासः इति महान् विषयः अस्ति, समासः आरभ्यते। अस्तु तर्हि, धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः।